अत्र अस्माकं विषयः अस्ति अच् सन्धिः, स्वरसन्धिः. एतावता बहवः सन्धयः अस्माभिः अवलोकिताः सन्ति. तत्र प्रत्येकं स्वस्य लक्षणं गृह्णाति. अतः यदि अच् सन्धिज्ञानमपेक्षितमस्ति, प्रत्येकं सूत्रस्य लक्षणं किमिति मनसि भवेत्. नाम अकः सवर्णदीर्घः इत्यस्मिन् तत्र नाम कदा भवति, कदा भवति, लक्षणं किं, निमित्तं किम् इति मनसि भवेत्. तर्हि यथा इदानीं राजेन्द्रमहोदय, अस्माकं तत्र वृद्धिसन्धिः, तत्र लक्षणं किं दत्तमस्ति? तत् महोदय, अनन्तरं अवर्णात् परे ए अथवा एचि एचि यथा अस्ति तत्र वृद्धिसन्धि. तत्र एच् प्रत्याहारे के के वर्णाः? ए ओ ऐ औ. इदानीं स्मरति खलु, बहु समीचीनमस्ति. तर्हि यावत् अस्माकं मनसि तादृशं ज्ञानमस्ति, तावत् अस्माकं दोषः न कदापि स्यात्. वृद्धिसन्धिः कदा भवेत्, कदा न भवेत्. अस्तु अस्तु. तर्हि अत्र यणसन्धिः, यणसन्धिः जगन्नाथमहोदय, यणसन्धेः तत्र लक्षणं किम्? क्षम्यतां महोदय, मनसि स्थितमिति चिन्तयामि, किन्तु वक्तव्यं न जानामि. पुत्रम् इदानीम् उद्घाटयामि. नाम इको यनचि इत्यस्मिन् तत्र किं लिखितमस्ति? ऐ प्रथमवाक्यम् प्रथमवाक्यं अन्ते यत्र इ भवति. एको यनचि इति सूत्रं पुरतः अस्ति वा महोदय? करपत्रमस्ति वा? उद्घाटयामि इदानीम्. अस्तु, सुमित्रा भगिनी किञ्चित् सहायं करोतु कृपया. नाम एकः स्थाने यानादेशः स्यात् अचि परे इति अस्मिन् वाक्ये, तत्र लक्षणं किं, किं कः अर्थः अस्ति? एकः स्थाने एन् आदेशः, अचि परे विषयः अस्ति. तस्य अर्थः कः? इकः यन् स्यात्. एक इत्युक्ते किं, यन् इत्युक्ते किम्, अच् इत्युक्ते किम्? यन् इत्युक्ते प्रथमं आदेशः. के के वर्णाः अन्तर्भूताः? व, र, ल. यण् चत्वारः वर्णाः, यवराल इति खलु. इक्वर्णाः? इक्वर्णाः इति चत्वारः वर्णाः सन्ति. अचि परे अच् इति सर्वे स्वराः पूर्वकार्यम् अपूर्वकार्यमस्ति. तर्हि एकः स्थाने यण् अचि परे, नाम अच् वर्णः परः अस्ति चेत् एकः स्थाने यण् प्रत्याहारे कश्चन आदेशः भवति इति मनसि भवेत्. तथा अस्ति चेत् अस्माकं दोषः न कदापि स्यात्. अस्तु, रक्षाभगिनी किञ्चित् गुणसन्धिं प्रतिपादयति वा? गुणसन्धि इत्यत्र विधायकं सूत्रम् अस्ति आद्गुणः इति. तत्र आद् इत्युक्ते अवर्णात् इति. तर्हि सूत्रं वदति यत् अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः इति. तर्हि अवर्णात् अचि परे इत्युक्ते अच् प्रत्याहारे यः कोऽपि वर्णः अस्ति सः परः अस्ति चेत् तर्हि अवर्ण अच् अनयोः स्थाने गुणसंज्ञकः एकादेशः भवति. तर्हि गुणसंज्ञकः कः इत्युक्ते तत्र अदेङ्गुणः इति अपि एकं संज्ञासूत्रमस्ति. अत् अपि च एङ् प्रत्याहारे नाम ए ओ एते गुणसंज्ञ अवर्णः अपि च ए ओ एते गुणसंज्ञकवर्णाः. तर्हि अवर्णात् अचि परे गुणसंज्ञकः एकादेशः भवति. यद्यपि अचि परे इति उक्तं फलितार्थः तु अस्ति इकि परे इति, यतोहि एच् परः अस्ति चेत् तत्र वृद्धिसन्धिः भवति. अपि च अक् वर्णात् परे यः कोऽपि तुल्यतमः सवर्णवर्णः अस्ति चेत् तत्र सवर्णदीर्घसन्धिः भविष्यति. तर्हि आहत्य फलितार्थः अस्ति इकि परे इत्येव, अवर्णात् इकि परे गुणसंज्ञकः एकादेशः. बहु समीचीनमस्ति. लाघवार्थं तथा लिखितमासीत्, नाम साक्षात् इकि परे इति स्वतन्त्रता आसीत् पाणिनेः हस्ते, किन्तु तथा न लिखितं. किमर्थं? लाघवार्थं येन सूत्रं लघु स्यात् आद्गुणः इति सूत्रं लघु अस्ति. अनेन लक्ष्यं नाम एतादृशं लक्ष्यं नाम लाघवमिति लघुत्वमिति लक्ष्यं साधितमपि अस्ति, अर्थः अपि स्पष्टः अस्ति, यतोहि तत्र बाधकसूत्रद्वयमस्ति, सवर्णदीर्घसन्धिः अपि च वृद्धिसन्धिः. यत्र यत्र तेषां स्थानमस्ति तत् क्षेत्रं लघु अस्ति इति कृत्वा तेषामपि अधिकारः भवेत् इति कृत्वा एतादृशफलतार्थः सिद्ध्यति अस्माभिः. अस्तु, समीचीनमस्ति. यान्तवान्तसन्धिः अपि अवलोकितवन्तः. इदानीं तस्य अपवादः अपि अस्ति, पूर्वरूपसन्धिः एङः पदान्तादति इति अपि दृष्टवन्तः. कुत्र कुत्र भवति नाम तस्य सूत्रस्य कार्यक्षेत्रं लघु अस्ति इति कृत्वा तस्य अपि अधिकारः अस्ति. यत्र यत्र एङः पदान्तादति इति कार्यं कर्तुं शक्नुयात् तत्र एचो एचो युवायावः इति कार्यं न करोति. अवसरः अस्ति तत्र प्रसक्तिः इति वदामः, प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति. यत्र पूर्वरूपसन्धिः अस्ति पदान्तात् एङ् वर्णात् इति यत्र अस्ति तत्र पूर्वरूपसन्धिः भवति, न तु यान्तवान्तादेशः. अस्तु, अनन्तरं वृद्धिसन्धेः कश्चन अपवादः. तत्र एङि पररूपम् इति अस्माभिः दृष्टं, पुनः कार्यक्षेत्रं लघु अस्ति. तदर्थं यत्र एङि पररूपम् इति अस्य अवसरः अस्ति तत्र यद्यपि वृद्धिसन्धिविधायकसूत्रम् इत्यस्य प्रसक्तिः अपि अस्ति तथापि प्राप्तिः न भवति. तत्र एङि पररूपमेव कार्यं करोति. तस्य पुनः अपवादः अस्ति. अत्र अपवादः अस्ति एत्येधद्युत्सु इति सूत्रमस्ति. तत्र अस्माभिः दृष्टम् उपयोगः एति उपैति इति तत्र यद्यपि एङि पररूपम् इति अस्य प्रसक्तिः अस्ति तथापि वृद्धिः भवति. नाम उपयोगः एति इत्यस्मिन् प्रथमतया वृद्धिविधायकसूत्रम् आगच्छति, नाम वृद्धिरेचि इति आगच्छति. अनन्तरं तस्य अपवादः नाम एङि पररूपमिति आगच्छति. तदानीं वृद्धिरेचि कार्यं कर्तुं न शक्नोति, एङि पररूपं सिद्धं भवति. अनन्तरं पुनः तस्य स्थाने इदानीं तत्र वृद्धिसंज्ञकः आदेशः भवति, किन्तु स च वृद्धिः भवति नूतनसूत्रेण, न तु मूलसूत्रेण, यतोहि मूलसूत्रं तदा तावता बाधितमस्ति इति अस्ति. पुनः पररूप नाम पररूपविधायकसूत्रद्वयमस्ति, एङि पररूपं तस्य अपवादः अस्ति. अनन्तरं पुनः वृद्धिसन्धेः तत्र शिवाय ओम् इत्यस्यां दशायां तत्र वृद्धिरेचि इति कार्यं कर्तुं सिद्धमस्ति. किन्तु ओमाङ्गोश्च इति सूत्रेण तत्र पररूपादेशः भवति इति विधिसन्धि सूत्र अपवादभूतसूत्रद्वयमस्ति. इदानीं प्रकृतिभावः प्रकृतिभावः इति यत्र सन्धेः निमित्तम् अस्ति किन्तु तथापि कार्यं न भवति, अतः यथावत् तिष्ठति. तत्र प्रथमम् उदाहरणम् अस्माभिः अवलोकितमासीत् गते सप्ताहे, किञ्चित् पुनः तस्य पुनस्मरणं कृत्वा अग्रे गच्छेम. तत्र पुस्तके, अस्माकं पुस्तके ऋतिप्रकृतिभावः इति लिखितमस्ति. अस्तु, अत्र बालसुब्रह्मण्यं महोदय तत्र पठति वा पुस्तके एतानि उदाहरणानि परिशीलयत. अत्र किं जातम्? एतानि उदाहरणानि परिशीलयत. राजा योग ऋषिः राज ऋषिः इमे भिन्ने पदे तव राजा योग ऋषिः राज ऋषिः अत्र विकल्पेन गुणसन्धिः. पुनः राजयोग ऋषिः राज ऋषिः इदं समसम्पदम्. राजर्षिः अत्र विकल्पेन गुणसन्धिः. तर्हि चतुर्षिविधानि सन्ति. चतस्रः सम्भावनाः सन्ति इति पश्यामः. चतस्रः सम्भावनाः बहु समीचीनमस्ति. अत्र रामप्रिय भगिनी अत्र किं किम् अस्ति इति वदति वा? आं महोदय, प्रथमं तु राजा योगः ऋषिः आकारान्तः अस्ति, तद् राज ऋषिः इति ह्रस्व आदेशः भवति, परन्तु भिन्नभिन्नपदे अस्ति. अनन्तरं द्वितीयमस्ति राजऋषिः, तत्र तु विकल्पेन गुणसन्धिः भवति, आकारान्तस्य स्थाने अर् इति भवति. तृतीयमस्ति समस्तपदम्, अत्र राजऋषिः इति एव अस्ति, तस्य गुणसन्धिः चत्वारः राजऋषिः अर्. अत्र वस्तुतः वस्तुस्थितिः का इति चेत् तत्र गुणसन्धिः सर्वत्र प्रसिद्धः अस्ति कार्यं कर्तुम्. अत्र अस्माकं ऋत्यकः इति सूत्रं विकल्पेन विधीयते शाकल्यस्य मतेन. यद्यपि अत्र पुस्तके लिखितमस्ति विकल्पेन गुणसन्धिः, अत्र वस्तुतः विकल्पेन प्रकृतिभावः इति स्थितिः अस्ति, न तु विकल्पेन गुणसन्धिः. गुणसन्धिः गुणसन्धिविधायकसूत्रं किं? तत्र वा इति दत्तमस्ति वा रामप्रिया भगिनी? वा इति नास्ति. तत्र गुणसन्धिः आद्गुणः, आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. अत्र संहितायां विषये भवति, तत्र अस्माकं विकल्पः भवति वाक्यस्तरे इति तु सत्यं. यत्र संहिताविषयः नास्ति अस्माकं विकल्पेन सामीप्यं भवति. सामीप्यम् अस्ति चेत् सूत्रं नित्यं, किन्तु तस्य अत्र बाधकसूत्रमिति वक्तुं शक्नुमः प्रकृतिभावः. अत्र तच्च सूत्रं किं वदति इति विद्याभगिनी पठति वा? प्रकृतिभावः वा महोदय? ऋत्यकः पदस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे शाकल्यस्य मतेन. तस्य अर्थः कः? यदि पदस्य अन्ते अक्वर्णः अस्ति चेत् तत् अक्वर्णः स अक्वर्णः ह्रस्व आदेशः प्राप्नोति यदा ऋकारः तस्मिन् अनन्तरम् अस्ति चेत्. एतत् शाकल्यस्य मतेन. यस्य मतेन इत्युक्ते विकल्पेन नाम शाकल्यस्य मतेन भवति अपरेषां मतेन न भवति. अस्तु अग्रे किमस्ति अग्रे? यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अच् सन्धिः बाधितः अतः प्रकृतिभावः. अग्रे प्रकृति ह्रस्वादेशाभावपक्षे अच् सन्धि प्रवर्तनं यथा सामान्यं यथा सङ्गं गुणसन्धिः यणसन्धिः सवर्णदीर्घसन्धिः इति समासे अपि अयं प्रकृतिभावः. अस्तु अस्तु समीचीनमस्ति. तर्हि कस्य बलेन गुणसन्धिः न भवति? प्रकृतिभावस्य बलेन न. अत्र सूत्रे साक्षात् प्रकृतिभावः इति उच्यते वा? प्रत्यकः सूत्रस्य बलेन अत्र अनुवृत्तिसहितसूत्रमिति पठतु. अनुवृत्तिसहितसूत्रं पदान्तस्य अकः ह्रस्वः इति शाकल्यस्य संहितायाम् इति सूत्रस्य ऋत्यकः इति यद्यपि अस्ति सूत्रमस्ति ऋत्यकः किन्तु अनुवृत्तयः सन्ति खलु तदर्थं पदान्तस्य अकः ह्रस्वः ऋति शाकल्यस्य संहितायां. तर्हि तस्य अर्थः कः? पुनः तदेव दत्तमस्ति पदान्तस्य यदि पदान्तस्य अक् वर्णः अस्ति अकारः इकारः उकारः ऋकारः ऋकारः अस्ति चेत् तस्य अनन्तरं ऋति इत्युक्ते ऋकारः अस्ति चेत् तदा अक् वर्णस्य स्थाने ह्रस्व आदेशः भवति. तस्य बलेन ह्रस्वादेशस्य एव बलेन न भवति. यदा ह्रस्वादेशः आदिष्टः तदानीं गुणसन्धेः अवसरः यन्सन्धेः स्वर्णदीर्घसन्धेः च अवसरः नास्ति. तस्य बलेन कस्य बलेन तत्र ह्रस्वादेशस्य प्रथमम् उदाहरणम् अस्माभिः दृष्टं तत्र समस्तप्रसङ्गे अपि भवति व्यस्तप्रसङ्गे अपि भवति. यत्र समासः न भवति तत्र पृथक्तया शब्दद्वयमस्ति. तत्र राजा इति ऋषेः नाम तत्र एक एव पुरुषः अपि भवितुमर्हति पुरुषद्वयमपि भवितुमर्हति न जानीमः. अत्र समासः यत्र अस्ति तत्र एक एव पुरुषः अस्ति इति नित्यं. तर्हि यत्र भिन्नपदमस्ति तत्र राजा योगः ऋषिः तत्र आकारस्य ह्रस्व आदेशः यदा भवति तदानीं गुणसन्धिः न भवितुमर्हति इति कृत्वा राज ऋषिः तत्र यथावत् तिष्ठति प्रकृतिभावः. तत्र सन्धिः भवति चेत् तादृशः. पुनः समासे अपि तथैव अस्ति. समासं कुर्मः चेत् तत्र आकारान्तस्य तादृश नकारान्तशब्दः यत्र अस्ति तत्र आकारस्य महा अपि तादृशमस्ति. अत्र नाम ह्रस्वादेशः भवति राजऋषिः इति क्षमतां राजऋषिः इति भवति. अपि च तत्र सन्धिः भवति चेत् तत्र राजऋषिः इति अस्ति. अतः चतस्रः सम्भावनाः सन्ति. स्पष्टमस्ति? तत्र गुणसन्धिः बाधितः. अत्र ऋतिप्रकृतिभावः नाम तत् अत्र अक् इति उक्तमस्ति खलु ऋत्यकः पदान्तस्य अक्वर्णस्य ह्रस्वादेशः स्यात् ऋतिपरे. तदर्थं कुत्रचित् गुणसन्धिः बाधितः. पुनः तस्य द्वितीयम् उदाहरणम् अत्र दत्तमस्ति, पश्येम. अभिनवमहोदय कृपया पश्यतु पुस्तके द्वितीयम् उदाहरणं. वर्षा योगः ऋतुः. वर्ष ऋतुः अत्र भिन्ने पदे सन्ति. अत्र किम् अभवत्? अवगच्छति वा? आकारः परतः ऋकारः अस्ति. तर्हि किम् अभवत्? तर्हि भिन्ने पदे सन्ति अथवा विकल्पद्वयं सन्ति. न, भिन्नपदे इति अत्र वर्ष ऋतुः इति अस्मिन् किं किं जातं, किं जातमस्ति महोदय न अवगच्छामि. अस्तु, अत्र हरीशमहोदय किञ्चित् साहाय्यं करोति वा? हा अस्तु, अहं करिष्यामि. वर्षा ऋतुः इति तत्र पदे स्तः सामान्यतः दृष्ट्वा गुणसन्धिः भवति इति वयं वक्तुं शक्नुमः. परन्तु अस्मिन् सूत्रे ह्रस्वादेशः भवति इति एकं किं तत्र नियमः, एकः नियमः अस्ति. तत्र ह्रस्वादेशः भवति इत्युक्ते वर्षा इति तत्र दीर्घः अस्ति, तस्मिन् स्थाने ह्रस्व आकारः आदिष्टः भवति. अत एव तत्र आदौ वर्षा इति पदं वर्ष इति भवति. यदि वर्ष इति भवति तत्र गुणसन्धिः बाधितः भवति. इदानीं गुणसन्धिः न भवति साकल्यस्य मतेन. तदेव आदौ तत्र वर्ष इति पदं वर्ष इति ह्रस्वादेशेन तत्र परिगम्यते. हा हा, बहु समीचीनमस्ति. तत्र ऋत्यकः इति व्याख्या, प्रथमं वाक्यं किमासीत् इति कृपया महोदय. पदान्तस्य अत्वर्णस्य ह्रस्व आदेशस्यात् ऋतिपरे शाकल्यस्य मतेन. तत्र ऋतिपरे इत्युक्ते ऋकारः भवितव्यं. तत्र सप्तमी विभक्ति अस्ति, तदेव पूर्वकार्यं भवति. वर्षा इति पदे तत्र दीर्घ आकारः अस्ति. दीर्घ आकारः अपि अक् प्रत्याहारे अन्तर्भवति, यतोहि तत्र अकारः अष्टादश अकाराणां प्रतिनिधिः भवति. तेषु आकारः अपि अन्तर्भवति. तत्र अकस्थाने ऋतिपदे ह्रस्व आदेशः भवति. तदेव आकारस्य ह्रस्वः इत्युक्ते अकारः आदेशरूपेण आयन्ति. तस्य बलेन च गुणसन्धिः न भवति. किमर्थं विकल्पेन शाकल्यस्य मतेन? तर्हि एकस्मिन् पक्षे न भवति, एकवारं न भवति, एकवारं पुनः भवति. तर्हि यत्र प्रकृतिभावः नास्ति तत्र किं भवति महोदय? गुणसन्धिः एव भवति. तत्र विवक्षानुसारेण यत्र तत्र यदि गुणसन्धिः भवति इत्युक्ते तत्र केवलं रादर्शिः इति उरण्ड्रपर रपरः इति सूत्रेण तत्र अर् आदेशः भवति. यदि शाकल्यस्य मते शाकल्यस्य मतम् अनुसृत्य वयं गच्छामश्चेत् तत्र वर्ष इति पदम् आदौ वर्ष इति भवति. यदि तद् वर्ष भवेत् तत्र गुणसन्धिः न भवति तदनन्तरं. हा, बहु समीचीनमस्ति. तर्हि अत्र पुनः अग्रे नाम समासः अस्ति चेत् महोदय? अग्रे नाम तत् यत्र व्यस्तप्रयोगः अस्ति तथा वर्ष ऋतुः वर्षऋतुः इति भवति. तत्र समासः अस्ति चेत् समासे सन्धिः नित्या भवति, अत एव प्रायः तत्र गुणसन्धिः एव भवति इति मन्ये. नाम अग्रे अग्रिमे पुटे अस्ति दत्तम्. ओ, अग्रिमे पुटे अस्ति. तत्र पुस्तके वा करपत्रे वा? न न, पुस्तके पुस्तके. हा, पुस्तके तत्र वर्ष ऋतुः वर्ष ऋतुः इति इदं समस्तं पदम् अपि च यदि विकल्पेन गुणसन्धिः अपि भवितुम् अर्हति तत्र वर्षत्तुः इति भवति. यदि समासः भवति तत्र सन्धिः नित्या सन्धिः नित्यः एव. तस्मिन् अवसरे तत्र सन्धिः करणीयः एव. तत्र प्रकृतिभावः अपि कर्तुं शक्नुमः अपि च गुणसन्धिः अपि कर्तुं शक्नुमः. यदि प्रकृतिभावः भवति चेत् तत्र वर्ष ऋतुः, यदि गुणसन्धिः भवति तत्र वर्षर्तुः इति भवति. तर्हि सामान्यतया समासस्य अवसरे सन्धिः नित्यः अस्ति, अतः वर्षयोगः ऋतुः इत्यस्मिन् अवसरे तत्र वर्षर्तुः इति भवेत् नित्यम्. किन्तु यतोहि अत्रापि पूर्वम् अक्वर्णः इति अस्ति, अपि च ऋत् नाम ह्रस्वकारः परः अस्ति, तदर्थम् अनेन सूत्रेण अनेनैव सूत्रेण ऋत्याकः इति सूत्रेण तत्र समासे सति अपि शाकल्यस्य मतेन विकल्पेन ह्रस्वादेशः भवति. तदर्थं वर्ष ऋतुः यद्यपि अस्य नाम अकारः पूर्वमस्ति ऋकारः अनन्तरमस्ति, अतः अत्र गुणसन्धेः अवसरः स्यात् इति मनसि शङ्का आगच्छेत्, तथापि न भवति. कस्य बलेन? आकारस्य स्थाने ह्रस्व अकारादेशः इत्यस्य बलेन. यदा एतादृशम् आदिष्टः भवति ह्रस्वकारः तदानीं गुणसन्धिः न भवति. अस्तु, समीचीनमस्ति. इति गुणसन्धेः उदाहरणद्वयम् अस्माभिः दृष्टं. महोदय, आम्, प्रकृतिभावः अपि एकविधसन्धिः एव वा इति वक्तुं शक्नुमः किम्? सन्धेः अन्तर्गतः अस्ति तत्र. सन्धेः अन्तर्गतः अस्ति सन्धिकार्यमिति वक्तुं शक्नुमः. यद्यपि नाम तत्र यत्र सन्धिशब्दस्य अर्थः खलु, सन्धिशब्दस्य अर्थं पश्यामः चेत् सन्धिः न जातः, संयोगः न जातः, नाम मेलनं न जातमस्ति. तदर्थं प्रकृतिभावः इति नामकरणं किञ्चित् भिन्नम् अस्ति. किन्तु वर्णविकारः तु जातः. वर्णविकारः जातः इति तु सत्यं. नाम सन्धिप्रकरणे अन्तर्भूतम् अस्ति एतादृशं कार्यं, परन्तु सन्धि इति न परिगण्यते. तत्तु किञ्चित् द्रष्टव्यमस्ति. वर्णविकारः जातः इति अवश्यमस्ति. सर्वत्र वर्णविकारः न भवति खलु तत्र प्रकृतिभावे. हा, इति तु सत्यं. हा, तत्र वर्णविकारः अपि सर्वत्र नास्ति. अग्रे पश्यामः, अग्रे पश्यामः कुत्रचित् यथावत् तिष्ठति. नाम तत्र अत्र एतावता ऋतिप्रकृतिभावे तत्र तत्र ह्रस्वादेशः अस्ति, किन्तु अत्र यत्र प्लुतः अस्ति उदाहरणार्थं तत्र परिवर्तनमेव नास्ति. अतः प्रकृतिभावः किञ्चित् भिन्नः अस्ति, यद्यपि सन्धिप्रकरणे भवति. अग्रे गच्छेम. महोदय, अक् प्रत्याहारे ऋस्य पूर्वं सदैव दीर्घ स्वरा भवति, तद् प्रकृतिभावः भवति. ईकार उकार ऋकार धिकार ई ऊ यदि नाम अक् वर्णे तत्र दीर्घः अस्ति चेत् भवति न वा इति वा प्रश्नः. दीर्घः अस्ति भवति, किन्तु यदि ह्रस्व अकार भवति तदपि अपि भवति. हा, सत्यं सत्यम्. अस्तु, तत्रापि भवति, तत्रापि भवति. अग्रे अग्रे उदाहरणमस्ति. महोदय, महोदय, किञ्चित् भ्रमः. राजा इति त्वया दीर्घ आकारस्थाने ह्रस्व अकारः आदेशः भवति, अतः ऋत्यकः इति सूत्रप्रकारेण वा अथवा साकल्यस्य मतेन वा नाम शाकल्यस्य मतेन एवं सम्भवति. शाकल्यस्य मतेन इति ऋत्यकः शाकल्यस्य इत्यस्य अनुवर्तनं भवति. ऋत्यकः इत्यस्य एकः भागः अस्ति. समानमेव अनुवृत्तिसहितसूत्रं पठतु. पदान्तस्य अकस्वर्णः साकल्यस्य समीचीनं. अस्तु अग्रे अग्रे पठेम तर्हि. अग्रे रविमहोदय पठति वा महोदय? अग्रिमे चक्रे पठितुं शक्नोमि, इदानीं कार्याने अस्मि. अस्तु अस्तु, नास्ति चिन्ता, नास्ति चिन्ता महोदय. पुष्पाभगिनी तर्हि, पुष्पाभगिनी पठतु कृपया. अस्तु महोदय. गुरुयोगः ऋणं गुरुऋणम् इदं समस्तपदं. गुरुऋणम् अत्र विकल्पेन यन् सन्धिः अस्ति. अत्र अत्र तु ह्रस्व अकारः अस्ति, ह्रस्वः एव तिष्ठति. अस्तु महोदय. प्रत्यकः प्रत्यकः प्रत्यकः पदेन प्रत्यक सूत्रेण ह्रस्वकारः उकारः उकारः तिष्ठति. अत्र सन्धि अवसरे किं भवति? अत्र गुरुऋणं समस्तपदः अस्ति, कल्पेन यन् सन्धिः अस्ति. गुरुऋणम् अत्र किं जातं? किं जातं? किं जातं? गुरु ऋकारः उकारः बकारः आयाति. ऋकारः परऋकारः अर् आयाति यण् सन्धि प्रकारे. न न एकः यण् अचि परे. अत्र एकः यण् अचि परे इति न न न न न इकः इकः अचि परे न न इकः अचि परे र अर् अर् अस्ति न तत् तत् सुब्रह्मण्यं महोदय किञ्चित् सहायं करोतु कृपया. आं महोदय, अत्र गुरुयोगः ऋणम् अत्र गुरु इत्यस्य अन्तिमवर्णः उकारः अस्ति, स च उकारः इत् प्रत्याहारे अस्ति. अनन्तरं ऋणम् इत्यस्य अत्र ऋ अस्ति प्रथमवर्णः, तत्तु अच् वर्णः अस्ति. अतः अत्र इको यणचि इत्यस्य प्रसक्तिः भवति. इकः स्थाने यन् आदेशः अचि संहितायां, अतः अत्र उकारस्य वकारः भवति. अत्र ऋकारः तथैव तिष्ठति. अत्र पूर्वपरयोः इत्यस्य प्रसक्तिः नास्ति. इकः स्थाने एव यन् आदेशः, अतः अत्र गुर्योगः वयोगः ऋणम् गुर्वृणम् इति रूपं सिद्धं भवति महोदय. हा, सम्यक् अस्ति, सम्यक् अस्ति. महोदय, अत्र किम् इत्युक्ते गुरुऋणं तत्र उररपरः इति सूत्रस्य प्राप्तिः अपि अस्ति, परन्तु तद् न भवति यतोहि अणु न विधीयते. अतः उररपरः बिन्दुः सम्यक्तया उक्तमस्ति महोदय. तत्र तत्र सर्वे पश्यन्तु गुणसन्धिः, तत्र गुणसन्धिः तत्र उरुन्दर्भः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः स्यात्. अत्र वस्तुतः प्रसक्तिः एव नास्ति. प्राप्तिः तु दूरं, तत्र प्रसक्तिः एव नास्ति, यतोहि अण् आदिष्टः नास्ति. अण् आदिष्टः तदानीं खलु. अतः उरन्ध्रपरः इति कोऽपि चिन्तयितुं शक्नुयात्, किन्तु अत्र प्रसक्तिः नास्ति. अस्तु, समीचीनमस्ति. किन्तु तर्हि अपि च अत्र किं वक्तव्यमस्ति, एतावता अस्माभिः दृष्टं व्यस्तप्रयोगे अपि च समस्तप्रयोगे. तत्र चतस्रः सम्भावनाः आसन्, तत्र राजा, ऋषिः, पुनः वर्षा, ऋतुः. अत्र केवलं विकल्पद्वयमस्ति. किमर्थं? यद्यपि समासे सति अपि च व्यासप्रयोगे सति इति भवितुमर्हति, तथापि केवलं समासस्य प्रसङ्गः प्रदर्शितः किमर्थमिति रत्ना भगिनी वदति वा? गुरु इत्यस्य ह्रस्वरुकारः एव अस्ति तत्र, अतः ह्रस्वरुकारः एव तिष्ठति, इत्युक्ते ह्रस्वरुकारः एव उकारः, क्षम्यतां, ह्रस्व उकारः एव आदेशः भवति, तथा एव तिष्ठति तत्र गुरु ऋणम् इति एव तिष्ठति. नाम व्यस्त समा यत्र समासः अस्ति अत्र समासः कीदृशसमासः इति स्मरति वा? नाम कीदृशसमासः इति न स्मरति चेत् नास्ति चिन्ता, किन्तु अस्य कथनस्य अर्थः नाम यत्र समासः भवति द्वयोः पदयोः गुरुयोगः ऋणं, तदानीं तस्य शब्दस्य अर्थः किम्, अर्थः कः? गुरोः ऋणं. हा हा हा, तत्र षष्टिविभक्ति लुप्तः जाता खलु, तत्पुरुषसमासः अस्ति खलु. अतः व्यस्ते व्यस्तप्रयोगः अस्ति चेत् तत्र रूपं किं भवति? गुरुयोगः ऋणमिति वा? न, अत्र गुरोः ऋणं व्यस्तप्रयोगे, अतः नाम यत्र यत्र समासः न कुर्मः तत्र उकारः अनन्तरं ऋकारः इति न कदापि भवितुमर्हति अत्र, तत्र गुरोः ऋणम्, अथवा तत्र एवमेव तत्र पदद्वयं कुर्मः चेत् गुरुः ऋणं, तत्र गुरु यद्यपि प्रातिपदिकरूपेण उकारान्त शब्दः अस्ति किन्तु प्रयोगे सर्वदा प्रथमाविभक्तौ किं विसर्गः भविष्यति एव, गुरुः गुरुः ऋणम् अथवा गुरोः ऋणं, किन्तु गुरु नाम वाक्यस्तरे प्रयोगस्य अवसरे गुरुयोगः ऋणमिति न कदापि भवति. प्रातिपदिकं गुरु इति प्रातिपदिकम् अत्र प्रदर्शितमस्ति यतोहि अत्र समासस्य अवसरः, अग्रे गत्वा द्रक्ष्यामः यत्र समासः भवति तत्र प्रथमतया पदद्वयमपि प्रातिपदिकरूपेण द्रष्टव्यमस्ति. गुरु ऋणम् इति प्रातिपदिकद्वयमस्ति, किमर्थं? केवलं यतोहि अत्र समासस्य अवसरः, तदानीमेव एतादृश यन्सन्धिः सम्भवति अपि च एतादृश प्रकृतिभावः सम्भवति समासस्य स्तरे अत्र. अतः अत्र केवलं सम्भावनाद्वयमस्ति न तु सम्भावनाचतुष्टयं. न अवगच्छति चेत् अग्रे यत्र समासस्य प्रसङ्गः भवति, किन्तु अत्र व्यस्तप्रयोगे सर्वे अवगन्तुं शक्नुयुः. अत्र गुरुशब्दः तादृशशब्दः नाम पुरुष गुरु इति तादृशशब्दाः मुनि इति तादृशशब्दस्य प्रयोगः न भवति वाक्यस्तरे खलु. मुनिः मुनि मुनयः मुनिम् एते तत्र एकविंशतिः रूपाणि सन्ति खलु, किन्तु केवलं मुनि केवलं गुरु केवलं ऋषि पुरुष इति तादृशशब्द तादृश प्रातिपदिकरूपेण न उपयुज्यते अस्माभिः खलु वाक्यस्तरे. तदर्थं व्यस्तप्रयोगे एतादृश यन्सन्धिः अपि न सम्भवति, यन्सन्धिः अपि न सम्भवति यतोहि तत्र विसर्गसन्धिः भविष्यति गुरुः ऋणं, तत्र विसर्गसन्धिः अग्रे द्रक्ष्यामः. अत्र केवलं यन्सन्धिः न भवति वाक्यस्तरे, केवलं प्रकृतिभावः न भवति वाक्यस्तरे इति अस्ति स्थितिः. स्पष्टं स्यात्? लक्ष्मीभगिनी कृपया. महोदय, एकः प्रश्नः अस्ति. प्रथमे द्वे उदाहरणे द्वयस्मिन् उदाहरणे राजर्षि तत्र यद् भवान् अत्र अस्माकं भाषावर्गः अस्ति तत्र वक्तुमिच्छति चेत् तत्र प्रथमे उदाहरणद्वये इति एका सम्भावना अस्ति. प्रथमे उदाहरणद्वये एकवचने वक्तुमिच्छति चेत्, नो चेत् द्विवचने भविष्यति, उदाहरणद्वयमस्ति अतः द्विवचने सप्तमी वक्तौ द्वयोः उदाहरणयोः इति वक्तव्यं भविष्यति. आमामां द्वयोः उदाहरणयोः तत्र प्रथमशब्दः अपि द्वयोः तत्र विशेषभावः प्रथमयोः द्वयोः उदाहरणयोः अथवा प्रथमे उदाहरणद्वये इति वक्तव्यम् अस्तु किम्. अस्तु धन्यवादः महोदय. अत्र राजर्षि प्रथमराजर्षिपदमस्ति, द्वितीयराजर्षिपदमस्ति. अत्र वाक्ये व्यस्थपदं वा समस्तपदं वा कथम् अवगन्तुं शक्नुमः? तत्र समीचीनमस्ति सविशेषशब्दः प्रश्नः. अत्र उत्तरमस्ति यत् प्रसङ्गवशात् प्रसङ्गवशात् यतोहि राजर्षिः इति व्यस्तप्रयोगः, राजर्षिः इति समस्तप्रयोगः, द्वयोः अर्थभेदः अस्ति. अर्थभेदः अस्ति तद् अनेन वस्तुतः प्रसङ्गवशात् अवगच्छामः. सर्वत्र यत्र समासः अस्ति, यत्र व्यस्तप्रयोगः अस्ति, कुत्रचित् अर्थभेदः न स्यात्. अर्थभेदः नास्ति चेत् न जानीमः, किन्तु अर्थभेदः अस्ति चेत् अवश्यं जानीमः. महोदय, अत्र क्रियापदं दृष्ट्वा वक्तुं शक्नुमः खलु महोदय? यथा भवान् उक्तवान् गतसप्ताहे राजऋषिः गच्छतः अथवा राजऋषिः गच्छति. हा, इति सत्यम्, इति सत्यमस्ति. अत्र किन्तु राजयोगऋषिः अत्र राजयोगऋषिः इति एक एव पुरुषः अपि भवितुमर्हति स्म समासस्य अभावे अपि. गते सप्ताहे मया प्रदर्शितं यत् तत्तु सत्यमेव, किन्तु राजा भिन्नपुरुषः, ऋषिः इति भिन्नपुरुषः इति अपि भवितुमर्हति नापि भवितुमर्हति. तदर्थम् इदानीं किञ्चित् भिन्नरूपेण मया उक्तं. भिन्नपुरुषः अस्ति चेत् द्विवचने भविष्यति. राजा ऋषिः इति तत्र राजा एव ऋषिः इति भवितुमर्हति स्म. भवतः प्रश्नः गते सप्ताहे तस्य स्पष्टतया नाम वर्गस्य अन्ते आसीत् खलु, तस्य प्रदर्शनार्थं यद् मया उक्तं तत्तु सत्यमेव आसीत्. किन्तु न जानीमः नाम समासः नास्ति चेत् जनद्वयमस्ति इति अवश्यम् इति वक्तुं न शक्नुमः. किन्तु भवितुमर्हति. तदर्थं वदामि यत् समासस्य अवसरे, व्यस्तप्रयोगस्य अवसरे अर्थद्वयम् अर्थभेदः अस्ति चेत् प्रयोगवशात् अवगच्छामः इति अवश्यमस्ति. अस्तु, अग्रे गच्छेम. इदानीं किमुक्तं कस्यचित् लक्ष्मी भगिनी? आम्, वधुयोगः ऋणं, वधुऋणम् इदं समस्तं पदम्. अत्र समस्तपदमस्ति चेत् प्रकृतिभावः सन्धिः भवति. वधूशब्दस्य अन्तिमवर्णः दीर्घ उकारः, तत्तु ह्रस्व उकारः भवति. तदर्थम् अत्र समस्तपदे वधूऋणम् इति भवति. द्वितीयमस्ति वधूयोगः ऋणं, वधूऋणम् इमे भिन्ने पदे इति अस्ति. तद् अहं न अवगच्छामि महोदय. अत्र मुद्रणदोषः वा अत्र? हा, इति अस्ति. अत्र अत्र हा अत्र समस्तपदं द्वयमस्ति. समस्तपदं द्वयमस्ति, विकल्पेन सन्धिः कृतः. द्वितीय उदाहरणं कः सन्धिः अस्ति? यन् सन्धिः अस्ति इति अत्र मुद्रणदोषः अस्ति. सत्यं यन् सन्धिः अस्ति. अत्र उपरि पश्यन्तु, अत्र गुरुयोगः ऋणं, तत्र यथावत् उकारः दृश्यते किन्तु वस्तुतः उकारस्य स्थाने ह्रस्व उकारादेशः जातः। नो चेत् यद् यथावद् उकारः इति यदि स्यात् तदानीं यन्सन्धिः भवति स्म नित्यम्। अत्र गुरुऋणम् इत्यस्यां दशायाम् अपि अनेन सूत्रेण नाम ऋत्यकः इति सूत्रेण अत्रापि उकारस्य स्थाने उकारः आदिष्टः जातः, तस्य बलेन खलु प्रकृतिभावः साधितः। तत् अधोभागे वधू इति उकारः अस्ति, उकारस्य स्थाने ह्रस्व उकारः इति प्रदर्शितः अस्ति। अत्र पुनः प्रातिपदिकमस्ति, नो चेत् एतादृशप्रयोगः वाक्यस्तरे न स्यात्, तदर्थमेव विकल्पद्वयमेव प्रदर्शितमस्ति। अग्रे गच्छेम। महोदय, अत्रापि षष्टिविभक्ति अस्ति वा? वधोऋणम् वधू इति तत्र व्यस्तप्रयोगे षष्ठी इति भवति स्म, यथा गुरोः ऋणं षष्ठी इति भवति स्म, अत्र न प्रदर्शितमस्ति यतोहि तत्र प्रकृतिभावः न भवितुमर्हति स्म। तादृश षष्ठी तत्पुरुषसमासः अस्ति, सत्यम्। अस्तु, अग्रे गच्छेम। तर्हि सल्ला भगिनी शृणोति इति खलु उक्तं, तर्हि रता भगिनी अग्रे अहं वक्तुं शक्नोमि महोदय। अस्तु, सल्ला भगिनी वदतु। पितृयोगऋणं, पितृऋणम् इदं समस्तं पदं, पितृऋणम् अत्र विकल्पेन सवर्णदीर्घसन्धिः अस्ति। प्रकृतिभावः पितृ अस्ति, अक प्रत्याहारे ऋकार आगच्छति, तस्य परमस्ति ऋकार ह्रस्वकार आदेशः अस्ति। पितृऋणम् इति समस्तपदं, समस्तपदे प्रकृतिभाव सन्धिः भवति। पितृणम् अत्र ऋकारपूर्वमस्ति, ऋकार परमस्ति, समानस्थले सवर्णदीर्घसन्धिः भवति, एतत् विकल्पने विकल्पेन भवति। हा, बहु समीचीनमस्ति। पितृऋणम् इति प्रकृतिभावः अस्ति, तर्हि तत् शाकव्यस्य मतेन न भवति चेत् सुवर्णदीर्घसन्धिः। तर्हि इदं सूत्रं ऋत्यकः इति त्रयाणां सन्धीनां बाधकमस्ति, गुणसन्धेः, यानसन्धेः, सुवर्णदीर्घसन्धेः बाधकसूत्रमस्ति तृतीयकः। हा, अस्तु, इति समीचीनं बुद्धं स्यात्। इदानीम् अग्रे करपत्रे द्रष्टव्यमस्ति, यतोहि अत्र सर्वं न प्रदर्श अस्मिन् पुस्तके, अस्माकं पुस्तके, गीताप्रवेशपुस्तके, तत्र सर्वं न प्रदर्शितमस्ति। इदानीम् अग्रिमं सूत्रं, तत्र उदाहरणद्वयं मया स्थापितमस्ति, न दृश्यते चेत् स्क्रीन् रिफ्रेश् कुर्वन्तु, वर्गात् साक्षात् प्राक् उदाहरणं स्थापितवान्, यतोहि मया दृष्टं यत् पुस्तके नास्ति उदाहरणं। तर्हि सूत्रमस्ति अपि च उदाहरणद्वयमस्ति करपत्रे। अत्र उदाहरणं पश्यामः, उदाहरणं रत्ना भगिनी पठतु कृपया, उदाहरणं किं दत्तमस्ति अत्र करपत्रे? एकनिमिषं महोदय, स्क्रीन् रिफ्रेश् करोमि, न कृतम्। हा, अस्तु, अजय महोदय, तत् पुरतः अस्ति वा? आं महोदय, दधि योगः अत्र, दधि अत्र, अथवा दधि अत्र यणसन्धिः। हा, अत्र दधि योगः अत्र, अत्र ऋत्यकः इति सूत्रस्य प्रसक्तिः वा? ऋकारः नास्ति, ऋत्यकः प्रसक्तिः नास्ति। हा हा, बहु समीचीनमस्ति। ऋत्यकः इति तत्र कार्यं कर्तुमेव न शक्नोति खलु, यद्यपि अक् वर्णः पूर्व दधि इत्यस्य इकारः अक् प्रत्याहारे अस्ति, किन्तु अग्रे अकारः न तु ऋकारः इति कारणतः ऋत्यकः अत्र कार्यं कर्तुं न शक्नोति. बहु समीचीनमस्ति. रत्ना भगिनी तत्र आम् अस्ति वा? हा, चक्री योगः अत्र, चक्री अत्र, ईकारः अस्ति अन्ते प्रथम पदस्य, अनन्तरम् अकारः अस्ति, ऋकारः नास्ति यथा महोदयेन उक्तम्. अतः ऋत्यकः इति अत्र कार्यं न करोति. किन्तु सूत्रं दत्तम् अस्ति मया, अत्र द्वितीयं सूत्रं पठतु कृपया. महोदय एकक्षणं, तत्र प्रायः दोषः अस्ति खलु, तत्र चक्री इति दत्वा एव भवति. चक्री इति किं? चक्री अत्र, परन्तु तत्र यदि प्रकृतिभावस्य प्रकृतिभावे सति तत्र चक्री इति दत्वा एव भवति, न तु चक्री इति दीर्घः न भवति. हा हा, सत्यं. हा, नाम शीघ्रमेव शीघ्रमेव मया लिखितम् अस्ति. हा, सत्यं सत्यं, ह्रस्वीकारः भवेत्. हा, ह्रस्वीकारः अस्ति, नाम दृष्ट्वा एव लिटरलि तत्र तस्मिन् क्षणे मया स्थापितमासीत् शीघ्रमेव. तत्र ह्रस्वीकारः अस्ति चक्री अत्र, अत्र उपरि पठ सूत्रं पठतु तदानीं स्पष्टं. इको सवर्णे शाकल्यस्य ह्रस्वश्च, पदान्तस्य इक् वर्णस्य ह्रस्वः आदेशः स्यात् असवर्णे अचिपरे शाकल्यस्य मतेन. इत्युक्ते पदान्ते इक् वर्णः अस्ति चेत्, इत्युक्ते इ उ ऋलृ अस्ति चेत् इक् वर्णस्य ह्रस्व आदेशः स्यात्, ह्रस्व आदेशः भवति प्रथमे पदे इक् वर्णस्य, यदि असवर्णे अचि परे, यदि अग्रे असवर्ण वर्णः अस्ति चेत् शाकल्यस्य मतेन. पुनः द्वितीयसूत्रमेतत्, यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अच् सन्धिः बाधितः अतः प्रकृतिभावः. हा, यत्र ह्रस्वादेशः भवति तत्र अच् सन्धिः बाधितः भवति प्रकृतिभाव भावेन. ह्रस्वादेशभावपक्षे यण् सन्धिः यथा सामान्यम्. ह्रस्वादेशाभावपक्षे यञ् सन्धिः यथा सामान्यं. ह्रस्वादेशाभावपक्षे ह्रस्व आदेश अभावपक्षे. अस्तु, नाम ह्रस्व आदेशस्य अभावपक्षे समासः सन्धिः भवति तत्र ह्रस्व षष्ठी लुप्तः. ह्रस्वादेशाभावपक्षे यण् सन्धिः यथा सामान्यम् इत्युक्ते अत्र ह्रस्व आदेशः अभावः. दधि इत्यस्मिन् पदे दधि एव तिष्ठति इति वा महोदय, अतः यण् सन्धिः भवति? न न न, यथा उपरि गुरु इति मया उक्तं, तत्र गुरु इति किं जातमस्ति, उकारः इति यथावत् तिष्ठति वा? न, उकारस्य आदेशः अभवत्. उकारस्य स्थाने ह्रस्व उकारः, अत्रापि तथा. हा, ह्रस्व आदेश अभावपक्षे, ओ अत्र इति पदे. हा, यण् सन्धिः एकस्मिन् पक्षे दधियोगः अत्र, तत्र यत्र प्रकृतिभावः भवति तत्र किं भवति? तत्र ह्रस्व आदेशः भवति इत्युक्ते दधि इत्यस्मिन् इकारः पुनः आदेशः भवति इकारस्य स्थाने. सत्यं सत्यं. सन्धिः यथा सामान्यम्. अयं प्रकृतिभावः न समासे. नाम यत्र यत्र ह्रस्व आदेशाभावः अस्ति तत्र किं भवति? तत्र यण् सन्धिः भवति. इकारः एक पूर्वम् अच् परमिति इति कृत्वा यन् सन्धिः. अस्तु, अग्रे. इत्युक्ते महोदय अत्र इति अस्ति अतः यण् आदेशः अभवत् यण् सन्धिः अभवत् इति वा? अत्र अस्ति इति न, अकारः अग्रे अस्ति. अत्र वर्णस्तरीयकार्यमस्ति. हा अस्तु. अयं प्रकृतिभावः न समासे न सवर्णः असवर्णः. न सवर्णः इत्युक्ते असवर्णवरः असवर्णः. तस्मिन् असवर्णे नैतत्पुरुष नैतत्पुरुषः. ओ इत्युक्ते नैतत्पुरुषसमासः अस्ति तद् न सवर्णः असवर्णः. तस्मिन् असवर्णे नैतत्पुरुषः इति विग्रहवाक्यमस्ति. अस्तु. इकः षट्यन्तम् असवर्णे षष्ट्यन्तं. हा क्षम्यताम्. इकः षष्ट्यन्तम् असवर्णे सप्तम्यन्तं. शाकल्यस्य षष्ट्यन्तं ह्रस्वः प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम्. हा इकः सूत्रस्य विवरणं दत्तम् अत्र. इकः इति षष्ट्यन्तपदम् अस्ति. असवर्णे इति सप्तम्यन्तपदम् अस्ति. नाम तावत् वक्तुं षष्ट्यन्तम् इत्युक्ते किं किमर्थं? षष्ट्यन्तम् इत्युक्ते स्थाने. विभक्तिः इत्यस्य अर्थः कः? स्थाने इति भवति. षष्टिविभक्तिः भवति चेत् तस्मिन् स्थाने. रत्ना भगिनी अस्ति वा? महोदय वदामि, शृणोति वा? हरि ओम् महोदय. हरि ओम्. श्रूयते वा? आम् आम् श्रूयते. षष्टिविभक्तिः इत्यस्य अर्थः कः? षष्टिविभक्ति अर्थः स्थाने इति भवति. स्थाने. इकः स्थाने असवर्णे सप्तमी विभक्तिः भवति चेत् पूर्वकार्यं भवति. शाकल्यस्य षष्ट्यन्तं ह्रस्वः प्रथमान्तं. शाकल्यस्य अत्र षष्ट्यन्तमिति स्थाने इति न, तत्र विषयः इति अर्थः. शाकल्यस्य विषयः षष्ट्यन्तविषयः इति. ह्रस्वः प्रथमान्तं च. प्रथमान्तम् इत्युक्ते आदेशः. ह्रस्वः आदेशः च अव्ययपदं. च इति अव्ययपदम् अस्ति अत्र. इति अनेकपदपदम् इदं सूत्रम्. एङ्गः पदान्तादति इत्यस्मात् पदान्तात् इत्यस्य अनुवृत्तिः. पदान्तात् इत्यस्य अनुवृत्तिः. हा विभक्तिपरिणाम इत्यनेन पदान्तस्य. कुत्रचित् अनुवृत्तिः अनुवृत्तेः यः शब्दः अनुवृत्तः अस्ति तस्य विभक्तिपरिवर्तनं भवति. कुत्रचित् वचनपरिणामः कुत्रचित् भवति, विभक्तिपरिणामः कुत्रचित् भवति, येन तत्र वाक्ये उपवेष्टुं शक्नुयात्. अस्तु अग्रे. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रमस्ति. पदान्तस्य इकः ह्रस्वः असवर्णे अचि शाकल्यस्य संहितायाम् इति अनुवृत्तिसहितः. अर्थः कः? पदान्तस्य एकः ह्रस्वः असवर्णे अचि शाकल्यस्य संहितायां. पदान्ते इकः इति षष्टि भवति. इत्युक्ते इकः स्थाने ह्रस्वः आदेशः भवति. असवर्णे अचि इत्युक्ते सप्तमी पूर्वकार्यम् असवर्णः भवति चेत् शाकल्यस्य सूत्रेण भवति इति. शाकल्यस्य मतेन. मतेन. हा नाम विकल्पेन इति अर्थः. विकल्पेन शाकल्यस्य मतेन. शाकल्यस्य विषये तस्मिन् प्रसङ्गे भवति नो चेत् न भवति इति कृत्वा विकल्पेन अस्ति. अपि च अत्र एकः अचि इति एव सन्दर्भः इति कृत्वा तत्र केवलं यणसन्धेः बाधकमस्ति. ऋत्याकः इति कुत्रचित् गुणसन्धिः, कुत्रचित् यण्सन्धिः, कुत्रचित् सवर्णसन्धिः इति प्रबाद्य कार्यं करोति. अत्र केवलं यण्सन्धेः बाधकसूत्रम्. अस्तु, समीचीनमस्ति. अजय महोदय, तर्हि महोदय अत्र अचीश् अस्य पदस्य अपि अनुवृत्तिः अस्ति. कथं जानीमः अचि अस्य विभक्तिपरिणाम अस्ति वा पदान्तात्? एको अचि इत्यस्मात् अचि इति वा अचि इति अचि अचि इत्यस्य विभक्तिपरिणामः नास्ति. अचि इति तथैव अस्ति. नाम यथा सङ्गं यत्र परिवर्तनम् आवश्यकं तत्र क्रियते अस्माभिः. पाणिनिः साक्षात् न उक्तवान्. अनुवृत्तिः का अपि तावदपि न उक्तवान्. तत्र वैयाकरणैः युगान्तरे उक्तं तत्र एतत् सर्वं कुत्र विभक्तिपरिणाम कुत्र वचनपरिणाम भवति इति प्रसङ्गवशात् पश्यामः. अत्र पदान्तस्य इति अपेक्षितमासीत्, न तु पदान्तात्, किन्तु अचि इति यथावत् तिष्ठति. अचि इति अपेक्षितमस्ति सप्तमी. तत्र परिवर्तनं नास्ति. अस्तु, तर्हि अजय महोदय तत्र चक्रि इति उदाहरणं वदतु, अनन्तरम् अग्रे गच्छेम. पुस्तके महोदय करपत्रे चक्रि इति अस्ति खलु द्वितीयम् उदाहरणं. चक्रि योगः अत्र चक्रि अत्र अथवा चक्रि अत्र यथोक्तम् अत्र वदतु किमस्ति. चक्रि पदान्तस्य दीर्घ ईकारः अस्ति, ह्रस्वः अभवत् चक्रि ह्रस्व आदेशः चक्रि चक्रि अत्र अथवा चक्रि अत्र यन्सन्धिः तत् ह्रस्वः ह्रस्वादेशः नास्ति चेत्. अस्तु, बहु समीचीनमस्ति. तर्हि अग्रे इच्छेम. इदानीं सुब्रह्मण्यं महोदय अग्रे कृपया पठतु. अस्माकं किमस्ति इदानीं प्रकृतिभावः एकः समाप्तः, सूत्रद्वयं दृष्टम्. इदानीं महोदय आम् क्षम्यतां, चक्री अत्र ह्रस्वीकारः अस्ति. धन्यवादः महोदय. हा, ह्रस्वीकारः अस्ति. भवानेव अग्रे पठतु महोदय. अग्रे अत्र अस्माकं प्लुत प्रकृतिभावः अस्ति. अत्र वस्तुतः सूत्रमेकमेव अस्ति. प्रगृह्यसंज्ञा अस्ति, प्लुतसंज्ञा अस्ति. तत्र रमेश महोदय कृपया पठतु प्रथमं सूत्रम्. पठामि. प्लुत् प्रगृह अचि नित्यम्. प्लुत्वर्णाः प्रगृहवर्णाः च प्रकृतिभावे नित्यं तिष्ठति अचि परे. प्लुताः प्रगृहाश्च अचि परे नित्यं प्रकृत्या स्युः. प्लुताश्च प्रगृहाश्च प्लुत् प्रगृहाः इतरेतर द्वन्द्वः. प्लुत् प्रगृहः प्रथमान्तम् अचि सत्यन्तं नित्यं प्रथमान्तं त्रिपदम् इदं सूत्रम्. प्रकृत्यान्तः पादं पादमध्यपदे इत्यस्मात् प्रकृत्याः किटि अस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पुत्प्रगृहः अचि नित्यं प्रकृत्या संहितायाम्. अत्र अर्थ अस्ति प्लुत् अस्ति प्लुत् अस्ति इति इति अस्ति अथवा प्रगृह अस्ति प्रगृह द्विवचने प्रगृहसंज्ञा स्यात् अहं चिन्तयामि न इति अग्रे अग्रे एतत् सर्वम् अग्रे द्रक्ष्यामः तत्र प्लुतवर्णाः प्रगृहस्य वर्णाः अत्र प्रति अत्र द्वयोः प्रकृतिभावः अत्र किन्तु नित्यम् एतावता विकल्पेन शाकल्यस्य मतेन मत् तत्र विकल्पेन भवति स्म अत्र नित्यमिति नित्यं भवति अत्र नित्यमस्ति इदानीं इदानीम् प्रथमम् उदाहरणं पश्येम अत्र पुस्तके पुस्तके एतद् उदाहरणं परिशीलयति तत्र प्लुत प्लुतस्य अत्र गश्चरति सवर्णदीर्घसन्धेः निमित्तम् निमित्तम् अस्ति परन्तु सन्धिः न भवति अतः आगच्छ कृष्णः योग अत्र गश्चरति इति वाक्यम् अयं प्लुत प्रकृतिभावः अत्र प्लुतवर्णः अस्ति खलु आगच्छ कृष्ण आगच्छ कृष्ण इति आह्वानमस्ति खलु आम् आह्वानमस्ति आगच्छ कृष्ण अत्र गौश्चरति गौश्चरति इति वाक्यमस्ति अत्र किमस्ति इति पश्येम अत्र किमस्ति इति पश्येम एकं सूत्रमस्ति सूत्रम् एकं सूत्रमस्ति हरीशमहोदय कृपया करपत्रमस्ति वा अत्र महोदय अस्ति वा अत्र तृतीयं सूत्रं दूराद्भूतेत तर्हि तत्र प्लुतः इत्युक्ते किम् इति प्रायः तत्र अस्ति दूरात् सम्बोधने यद्वाक्यं तस्य तेः प्लुतः वा स्यात् तत्र ते इत्युक्ते किम् अहं न जानामि परन्तु केवलं प्लुतः इत्युक्ते किम् इति मया वक्तुं शक्यते इदानीं दूरे गच्छति अनन्तरं यत् सूत्रमस्ति तत् पठतु अचौन्त्यात् अचौन्दादिषष्ठि इति अचौन्त्यादिति इति अचां मध्ये यः अन्त्यः सः आदिः यस्य तत् टि सम्यकं स्यात् सूत्रं स्वयं सम्पूर्णम् अतः अन्त्यादि टि इति अतोन्त्यादि टि इति सूत्रे अचां मध्ये यः अन्त्यः भवति यः अन्त्यः अच् भवति सः आदिः यस्य तत् टि सम्यकं भवति इति तत्र किमपि उदाहरणमस्ति वा उदाहरणं विना तत् अहं वदामि अत्र यस्मिन् कस्मिन्नपि पदे भाषायां यस्मिन् कस्मिन्नपि पदे तस्मिन् पदे यः अन्तिमः स्वरः अस्ति तस्मात् आरभ्य अन्तपर्यन्तं यः भागः अस्ति तस्य नाम टिभागः इति कृत्वा यत्किमपि पदं उदाहरणम् उदाहरणम् इत्यस्मिन् अन्तिम अकारः अनन्तरं मकारः अस्ति उदाहरण उदाहरण अकारः इति अन्तिमस्वरः तस्मात् आरभ्य अन्तपर्यन्तम् इति अम् इति टि भागः एवम् अस्ति सर्वत्र तत्र किम् इत्युक्ते दूरात् सम्बोधने यद्वाक्यं तस्य तेः प्लुतः वा स्यात् तदेव तत्र यदि तत्र अन्तिमवर्णः स्वरः अस्ति अस्ति चेत् तत्र प्लुतः भवति यदि व्यञ्जनं स्यात् तत्र व्यञ्जनात् प्राक् यः स्वरवर्णः अस्ति तस्य प्लुतः भवति विकल्पेन दूरात् सम्बोधने इति विषयः यत्र दूरात् सम्बोधनमस्ति नाम आहत्य यत्र सम्बोधनविषयः अस्ति यत्र कुत्रापि दूरात् कोऽपि आह्वयति तत्र विकल्पेन प्लुतः भवति तस्मिन् प्रसङ्गे. अग्रे किं दत्तमस्ति? भाष्यकारैः प्लुतसम्बन्धसूत्राणि विकल्पेन भवन्ति, तस्मात् वा सूत्रे आनीयते. यत्र यत्र विकल्पः भवति प्रायः वा इति शब्दस्य प्रयोगः भवति. अरे देवदत्त इति दृष्टान्ते सम्बोधनस्य अन्तिमः अकारः विकल्पेन प्लुतो भवति. तत्र देवदत्त इति सम्बोधनम् अस्ति. तत्र देवदत्त इति पदस्य अन्तिमः वर्णः भवति अकारः. तत्र विकल्पेन देवदत्त इति भवति. तदेव यदि आह्वानम् आह्वाने सति तत्र देवदत्त इति कृतः भवेत्. सत्यम्. अग्रे अग्रे धयो होन्यतरस्याम् इति इत्यनेन हकारस्य स्थाने घकारादेशः. तदेव दूरात् हूते च इत्येव सूत्रं तत्र तत्र सन्धिं कृत्वा दूरात् धूते च इति भवति. तत् किम् इत्युक्ते धयो होन्यतरस्याम् इति सूत्रेण तत्र हकारस्य स्थाने घकारोदेशः भवति, घकारादेशः भवति तत्र. दूरात् पञ्चम्यन्तं, हूते सप्तम्यन्तं च अव्ययपदं त्रिपदम् इदं सूत्रं. वाक्यस्य तेः प्लुत उदात्तः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं भवति. दूरात् हूते च वाक्यस्य तेः प्लुतः वा इति. तत्र यत्र आह्वानमिति सन्दर्भः इति प्रसङ्गः, तस्मिन् प्रसङ्गे तेः टि भागस्य तेः टि इति इत्यस्य षष्टिः अस्ति, तेः प्लुतः वा. तर्हि यत्र यत्र प्लुतविषयः नास्ति तत्र प्रकृतिभावः इति एव नास्ति. यत्र प्लुतः अस्ति तत्र रमेशमहोदय यत् सूत्रं पठितवान् तत्तु नित्यमस्ति. प्लुतः नाम आह्वानस्य विषये यत्र प्लुतः प्लुतविवक्षा अस्ति, यत्र इच्छामः प्लुतवर्णः हे कृष्ण इति यत्र प्लुतः भवति तत्र प्रकृतिभावः नित्यम् नित्यं. यदि न कुर्मः तदानीं तत् यथावसरं तत्र सन्धिः भविष्यति. अतः अस्मिन् वाक्ये प्लुतवर्णं न स्थापयामश्चेत् तत्र तत्र सुवर्णदीर्घसन्धिः भविष्यति, नो चेत् न. अस्तु, समीचीनमस्ति. बुद्धं, सर्वैः बुद्धं वा? इदानीं किं रक्षाभगिनी पुनः तत् प्रथमं सूत्रं प्रथमवाक्यं पठतु कृपया. प्लुतप्रगृह्या अचि नित्यं, प्लुतवर्णाः प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचि परे. एतावता प्लुतवर्णस्य उदाहरणम् अस्माभिः दृष्टम्. अपि च दुराद्धूते च इति तत्र कुत्र भवति प्लुतवर्णः इति अपि दृष्टं. प्लुतवर्णः भवति चेत् नित्यमस्ति प्रकृतिभावः. उदाहरणमपि रमेशमहोदय पठितवान्. तत्र आगच्छ कृष्ण, अत्र गौश्चरति इति उदाहरणे प्लुतवर्णः अस्ति, अतः नित्यं प्रकृतिभावः यथावत् तिष्ठति, न किमपि परिवर्तनं. किन्तु भगिनी यतोहि तत्र अचि इति पदस्य प्रयोगेन प्रायः यदि मन्यतां तत्र पदद्वयम् अस्ति इत्युक्ते द्वितीये पदे यदि कृते सति तत्र प्रायः प्रकृतिभावः न भवति इति मन्ये. कुत्र किं यदि पदद्वयं वर्तते अत्र कृष्ण अत्र इत्युक्ते तत्र प्रथमे पदे एव कृतः अस्ति. यदि तत्र उदाहरणं वयं दत्तुं शक्नुमः, यदि तत्र द्वितीये पदे यदि प्लुतः भवति चेत् तत्र प्रायः सवर्णदीर्घसन्धिः एव भवति, यतोहि अचि इति तत्र किं सन्दर्भः नास्ति. इति सत्यं. यत्र यत्र सन्धि प्रसङ्गः अस्ति तत्र प्लुत नाम स्थितिः का, यत्र सन्धेः प्रसङ्गः अस्ति यथा उत्र अत्र कृष्ण अत्र सामान्यतया सन्धेः प्रसङ्गः अस्ति तत्र सुवर्णदीर्घसन्धिः, तत्र तस्मिन् प्रसङ्गे यत्र आह्वानमिति परिस्थितिः अस्ति अपि च यत्र विकल्पेन प्लुतवर्णः इष्टः तदानीं प्रकृतिभावः इति परिस्थितिः। रक्षाभगिनी इदानीम् अग्रे अस्माकम् इदानीं नूतनसंज्ञा अस्ति प्रगृह्या, प्रगृह्या इति संज्ञासूत्रमस्ति अग्रे। ते द्विवचनं प्रगृह्यम् ईकारान्तः ऊकारान्तः एकारान्तः च द्विवचनान्तशब्दः प्रगृह्य संज्ञकः स्यात् इति इदं संज्ञासूत्रमस्ति। ई दे द्विवचनं प्रगृह्यम् इति तर्हि अस्मिन् सूत्रे ईकारान्ताः ऊकारान्ताः एकारान्ताः च द्विवचनान्तशब्दाः विवक्षिताः, एतेषां प्रगृह्यसंज्ञा भवति इति सूत्रं वदति। तर्हि नामकरणमस्ति अत्र प्रगृह्य, प्रगृह्य इति नाम अस्ति। अस्तु इदानीम् अस्तु अग्रे यावत् तत्र अग्रे पठति वा भगिनि। ईदु दे दन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात्। ईच उच एच ईदुदेत् समाहारद्वन्द्वः, ईदुदेत् प्रथमान्तं, द्विवचनं प्रथमान्तं, प्रगृह्यं प्रथमान्तं, त्रिपदमिदं सूत्रम्। ईदुदेत् इति विशेषणं, द्विवचनम् इति विशेष्यं, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, एवं च ईदुदेत् द्विवचनम् इत्युक्ते ईकारान्तद्विवचनं शब्दरूपम्, ऊकारान्तद्विवचनं एकारान्तद्विवचनं च, अनुवृत्तिसहितसूत्रम् ईदुदेत् द्विवचनं प्रगृह्यम् इति। अत्र किमस्ति? हा अत्र ईदुदे दन्तं द्विवचनं प्रगृह्यसङ्गं संज्ञं स्यात् इति सूत्रस्य अर्थः। पदविच्छेदं कृत्वा पश्येमश्चेत् तत्र ईत् ईत् ऊत् एत् एतेषां ईदुदेत् एतेषां समाहारद्वन्द्वः अस्ति ईदुदेत् इति। ईदुदेत् प्रथमान्तं, द्विवचनं प्रथमान्तं, प्रगृह्यमपि प्रथमान्तं, संज्ञासूत्रमस्ति तर्हि सर्वं प्रथमान्तपदानि, त्रिपदमिदं सूत्रम्। अत्र ईदुदेत् इति वस्तुतः विशेषणम् अस्ति द्विवचनम् इत्यस्य इति विशेष्यस्य, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः। यद्यपि सूत्रे ईद् इति उक्तं किन्तु येन विधि तदन्तस्य इत्यनेन सूत्रेण ईदन्तः इति ग्राह्यः भवति। अत्र उक्तं नाम यस्य सर्वेषां वदामि सत्यमेव भवत्या उक्तं, यस्य पदस्य अन्ते दीर्घ नाम अनेन ईदुदेत् इति विशेषणम् इत्युक्ते सामान्यतया यत् द्विवचनान्तं पदम् ईत् इति एव अस्ति, किन्तु तादृशं तु न भवति खलु, यस्य तादृशपदं तु प्रायः न स्यात् भवति किन्तु प्रयोगे नास्ति। यस्य पदस्य अन्ते दीर्घीकारः, यस्य द्विवचनान्तस्य पदे दीर्घकारः दीर्घकारः इति एकारः इति अस्ति चेत् इति अर्थः। अस्तु अग्रे। एवं च ईदुदेत् द्विवचनम् इत्युक्ते ईकारान्तद्विवचनं शब्दरूपं, यथा मुनि इति शब्दः यथा भवति तथा ईकारान्तद्विवचनं, ऊकारान्तद्विवचनं गुरु इति शब्दः तादृशम्, एकारान्तद्विवचनम् इत्युक्ते फले नपुंसकलिङ्गे वा अथवा स्त्रीलिङ्गे इति चिन्तयामि, लते इति तादृशद्विवचनं इत्येव ईदुदेत् द्विवचनं। तर्हि ईदुदेत् द्विवचनं प्रगृह्यसंज्ञकम्, अनुवृत्तिसहितसूत्रमस्ति ईदुदेत् द्विवचनं प्रगृह्यम् इति। हा समीचीनमस्ति। अस्तु इति स्थितिः अस्ति। इदानीं सुब्रह्मण्यं महोदय अग्रे उपरितने उदाहरणे चक्री अत्र इति ईकारान्तः अस्ति किन्तु तत्र द्विवचनं नास्ति इति वा तत् नास्ति नास्ति इति कृत्वा प्रसङ्गः नास्ति चक्रिन् इति किम् हा अत्र अत्र द्विवचने नास्ति एवं चक्रिन् इति प्रातिपदिकं इति प्रसङ्ग इति कृत्वा प्रसङ्गः नास्ति अग्रे गच्छेम इदानीं सुब्रह्मण्यमहोदय अग्रे द्वितीय उदाहरणमस्ति द्वितीय उदाहरणं खलु द्विवचन अस्ति चेत् किं कर उदाहरणम् अस्ति उदाहरणमस्ति इदानीम् अग्रे किञ्चित् धैर्यं खलु सुब्रह्मण्यमहोदय अग्रे पुस्तकात् खलु महोदय अत्र त्रयोविंशतितमे पुटे द्वितीय उदाहरणमस्ति अत्र प्रगृह्यप्रकृतिभावः एतानि उदाहरणानि परिशीलयत प्रथममस्ति अनादियोगः उभौ यन्सन्धेः निमित्तमस्ति परन्तु अत्र प्रगृह्यम् इत्यस्य प्रसक्तिः अस्ति अतः अनादि उभौ इत्येव तिष्ठति अत्र हा पश्यन्तु सर्वे अत्र द्विवचनान्तशब्दः अस्ति अपि च दीर्घ इकारान्तशब्दः अनादि इति दीर्घ इकारः द्विवचने अपि अस्ति इति इति इति मुख्यमस्ति सूत्रं किं वदति ईकारान्त उकारान्त एकारान्त द्विवचन अन्तशब्दः अस्ति प्रगृह्यसंज्ञकः अपि च प्रथमे सूत्रे प्रगृह्यवर्णाः च प्रकृतिभावे नित्यं तिष्ठन्ति अचिपरे तर्हि अत्र अचिपरे अस्ति उभौ इति अच् अस्तु द्वितीयम् उदाहरणं महोदय द्वितीय उदाहरणमस्ति अत्र गुरुयोगः उत्तिष्ठतः अत्र सवर्णदीर्घसन्धेः प्रसक्तिः अस्ति परन्तु अत्र गुरु इति द्विवचनशब्दः दीर्घ ऊकारान्तशब्दः अपि अतः प्रगृह्य संज्ञकशब्दः अतः इदानीम् अत्र अत्र प्लुतप्रगृह्य अचि नित्यम् इति सूत्रेण अत्र गुरु उत्तिष्ठतः इत्येव भवति अस्तु समीचीनमस्ति अग्रे रामप्रिया भगिनी अग्रे वने योगः एते अत्र तु यान्तावान्त सन्देहे निमित्तम् अस्ति परन्तु प्रगृह्यप्रकृतिभावः इति कारणेन वने एते इति एव तिष्ठति अत्र एत् इति प्रथमशब्दस्य अन्ते अस्ति नाम वने इति एकारः अस्ति अपि च द्विवचने अस्ति द्विवचन द्विवचनान्तशब्दः अस्ति एकारान्तशब्दः अस्ति अग्रे अच् अस्ति ए इति अस्ति अग्रे लक्ष्मीभगिनी अग्रे पठतु कृपया अत्र अत्र पूर्वपदम् ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनम् अस्ति तस्मात् परतः परः अस्ति अतः स्वरसन्देहनिमित्तम् अस्ति तथापि सन्धेः अभावः प्रगृह्यम् इति काचित् संज्ञा ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनं प्रगृह्यं भवति इति तावत् अस्माभिः दृष्टमस्ति एतावत् अस्माभिः दृष्टमस्ति यत् सूत्र करपत्रे ईदूतेत् द्विवचनं प्रगृह्यम् इति एतावत् अस्माभिः दृष्टम् इदानीं द्वितीयं किम् अस्ति इति विद्याभगिनी पठतु द्वितीयं किम् अमि इत्यस्य ईकारः प्रगृह्यः भवति हा अमि अत्र अत्र न न इदानीम् अमि इत्यस्य तत्र सूत्रमस्ति अदसोमत् इति पठतु करपत्रमस्ति अधसोमात् अधस् शब्दस्य मकारात् परः ईकारः ऊकारः च प्रकृह्य संज्ञकौ स्तः. इति सूत्रं नाम द्वितीयं किमस्ति, अमी इत्यस्य ईकारः प्रगृह्यः भवति इति लिखितमस्ति. तत् सूत्रम् एव अत्र अस्ति खलु. अदस् शब्दस्य मकारात् परः, अग्रे अग्रे किञ्चित् पठतु. अस्यात् परा विदुतौ प्रगृह्यौ स्तः. अदस् शब्दः त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयाविभक्तौ च द्विवचने अमू इति रूपं भवति. पुल्लिङ्गे प्रथमाविभक्तौ बहुवचने अमी. अदसः षष्ट्यन्तम् मात् पञ्चम्यन्तं द्विपदम् इदं सूत्रम्. ईदूदेत् द्विवचनं प्रगृह्यम् इत्यस्मात् ईदूत् प्रगृह्यम् इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अदसः मात् ईदूत् प्रगृह्यम्. तर्हि सूत्रार्थः अदस् शब्दस्य मकारात्, मकारः अनन्तरं पुनः तत्र अदस् इति पूर्वम् ईकारः उकारः च प्रगृह्य संज्ञकौ स्तः. कुत्र भवति इति भवती पठितवती अमू अमी. अमू अमी कुत्र भवति इति वदतु. त्रिषु लिङ्गेषु प्रथमाविभक्तौ द्वितीयविभक्तौ द्विवचने अमू इति रूपं भवति. पुनः पुल्लिङ्गे प्रथमाभक्तौ बहुवचने अमी इति प्रसङ्गः अस्ति. तत्र इदानीं प्रथमम् उदाहरणम् अग्रे राजेन्द्रमहोदय तत्र अन्ततो गत्वा पठतु कृपया. अमी योग आश्रमाः यन्सन्देहे निमित्तम् अस्ति, परन्तु भवती अमे आश्रमाः एव तिष्ठति. प्रगृहे प्रकृतिभावः इति स्थितिः अस्ति. तादृश तावत् अस्माभिः प्राप्तमस्ति इति कृत्वा समयः जातः, किन्तु एतावता स्पष्टमस्ति खलु. अदसो मात् इति अदस् शब्दस्य मकारात् परः ईकारः उकारः. अत्र पश्यन्तु अमि इत्यस्मिन् मकारः, तस्य अनन्तरं दीर्घिकारः कुत्र भवति इति सूत्रे प्रदर्शितमस्ति. तर्हि अमि योगः आश्रमाः इति कृत्वा प्रकृतिभावः अस्ति इति नियमः. तृतीयम् उदाहरणम् अग्रिमे सप्ताहे दृष्ट्वा तत्र अभ्यासः भविष्यति. समीचीनं वा? तर्हि तत्र इदानीं विरमाम. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः महोदय. धन्यवादः.